अस्तु, नमस्कारः. तर्हि अस्माकं विषयः आसीत् गतवर्गे ज्ञानं तद्विषयता इति विषयः. ज्ञानं तद्विषयता इत्यत्र अस्माभिः दृष्टं यत् सर्वेषां ज्ञानानां विषयः भवति एव, अथवा एकाधिकाः विषयाः भवन्ति. ज्ञानमस्ति चेत् तस्य विषयः भवति एव, अतः ज्ञानं विषयी इति उच्यते. ज्ञानं धन्यवादः शिवराम महोदय वा. धन्यवादः. अस्तु, नमस्कारः महोदय. ज्ञानं विषयी इति उच्यते. ज्ञाने विषयिता इति धर्मः अस्ति. विषयी इति ज्ञानं, तस्मिन् विषयिता इति धर्मः. ज्ञानस्य विषयः यः भवति तस्मिन् विषयता इति धर्मः भवति. इमौ द्वौ धर्मौ आधारीकृत्य ज्ञानम् अपि च विषयः, तयोः मध्ये सम्बन्धः कल्प्यते इति वयं दृष्टवन्तः. अपि च ज्ञानं विषयतासम्बन्धेन विषये अस्ति, विषयः विषयितासम्बन्धेन ज्ञाने अस्ति इति सर्वम् अद्य गतवर्गे आगतमासीत्. ततः अग्रे गच्छेम. 33 पेज् 33 इत्यतः आरम्भतः पठेम. विद्या भगिनी आरब्धुमिच्छति वा? भगिनि, इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं, विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयतासम्बन्धः. सा प्रभा यस्मिन् पतति सः स प्रकाश्यः, ज्ञानस्य विषयः इत्युच्यते. यस्मिन् सा प्रभा नास्ति स न प्रकाश्यते, अतः विषयः इति न उच्यते. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति इति अस्ति. सम्प्रदाये ज्ञानम् इति गुणः अस्ति. पदार्थम् इति किमर्थम् अत्र अस्ति? पदार्थं, ज्ञानपदार्थं भवती एव चिन्तयतु. ज्ञानम् इति गुणः आत्मनि वर्तते. आत्मा इति पदार्थः. ज्ञानमपि एकः पदार्थः खलु, गुणः. गुणः. हा हा, सत्यं सत्यं. ज्ञानं बुद्धि ज्ञानम् एव. सत्यं भगिनि, बुद्धिः इत्युक्ते ज्ञानं. बुद्धिः क्षम्यतां भगिनि, किञ्चित् भ्रमः. ज्ञानं दीपस्थाना आपन्नम् इत्युक्ते ज्ञानात् तत्र दीपरूपस्य प्रकाशः आगच्छति. ज्ञानस्य प्रकाशः यस्मिन् पतति स एव विषयः अस्ति. ज्ञानस्य दीपरूपा या प्रभा सा विषयतासम्बन्धेन, यदि विषयः अस्ति, घटः इति विषयः अस्ति चेत् ज्ञानं घटे विषयतासम्बन्धेन भवति. प्रभा इत्युक्ते किम्? प्रभा इत्युक्ते प्रकाशः. सत्यं, प्रकाशः. प्रकाशं ज्ञानं प्रकाशं प्रेषयति खलु. नाम अत्र किञ्चित् 1-to-1 करेस्पाण्डेन्स्. ज्ञानम् इत्युक्ते दीपः इति. प्रकाशः इत्युक्ते दीपात् प्रकाशः आगच्छति. सत्यमेव, ज्ञानात् प्रकाशः आगच्छति. तर्हि ज्ञानं दीपस्थानम् आपन्नम्, अधुना प्रकाशस्थानम् आपन्नं किम् इत्युक्ते ज्ञानात् दीपरूपप्रकाशः आगच्छति. सत्यं भगिनि, अतः विषयता. हा हा हा, विजय भगिनि, सत्यमेव, विषयता सम्बन्धः सम्बन्धः विषयः अपि ज्ञानं द्वयोः विषयता सम्बन्धः. एकनिमिष भगिनि, मुरळीमहोदयेन आगतं खलु. नमस्कारं भगिनि, क्षम्यताम्. इण्टर्नेट् प्राब्लम् वास् देर्, नो प्राब्लम् महोदय. सर्वे कृपया म्यूट् कुर्वन्तु, ये न वदन्ति. विद्या भगिनी वदति अधुना. अस्तु, हा भगिनि, तर्हि ज्ञानम् इति दीपस्य स्थाने, तर्हि प्रभायाः स्थाने विषयता इति स्थापयितुं शक्यते खलु. अस्तु, हा, इत्युक्ते ज्ञानस्य प्रभा यस्य उपरि आगच्छति स एव प्रकाश्यः, स एव विषयः, ज्ञानस्य विषयः. तर्हि एकस्मिन् समये ज्ञानस्य प्रकाशः एकस्मिन् विषये एकस्य विषयस्य उपरि पतति, स एव विषयः. यस्मिन् सा प्रभा नास्ति स न प्रकाश्यते, अतः स विषयः न भवति. सत्यं सत्यम् इत्येव अस्ति. अस्तु, तर्हि ज्ञानमस्ति, ज्ञानस्य प्रभा, अपि च सा प्रभा यत्र पतति सः एव विषयः इति. वस्तुतः ज्ञानं किमपि करोति, ज्ञानं किं करोति इति चेत् प्रभां प्रेषयति, अनेन ज्ञानं कमपि प्रकाशयति इति ज्ञानस्य कार्यम्. अस्मिन् चित्रे, उपरितनचित्रे, ज्ञानस्य आकारः कः इति चेत् आकारः इत्युक्ते शब्दरूपेण प्रतिपादनम्. अस्तु, उपरितनचित्रे ज्ञानस्य आकारः कः इति चेत् अयं घटः. एतद् ज्ञानं मम आत्मनि अस्ति, अहं कमपि वक्तुम् इच्छामि चेत् कथं वक्तुं शक्नोमि इति चेत् अयं घटः इत्येव ज्ञानस्य आकारः इति उच्यते. समीचीनम्. अग्रे सरला भगिनी, कृपया. इयं यः इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्यायां प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते, अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते, तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. या विषयता या प्रभा दीपात् पतति ता प्रभा अस्ति विषयता रूपा, सा ज्ञानेन भवति. ज्ञानं प्रकाशति विषयं, घटः विषयः अस्ति अत्र. ज्ञानस्य प्रकाश विषये उपरि पतति. ज्ञान प्रकाशं प्रेषति, अथ ज्ञानं भवति प्रेषकं. ज्ञानं प्रेषकं भवति निरूपकं. सो घटनिष्ठविषयता अस्ति ज्ञानस्य विषय, घटनिष्ठविषयता इति ज्ञानं निरूपयति, अतः ज्ञानं भवति घटनिष्ठविषयता निरूपकं ज्ञानम्. हा, बहु समीचीनं भगिनि. अतः ज्ञानं प्रेषकं, किमपि करोति, किं करोति, प्रेषकम् अस्ति. प्रेषकम् इति चेत् प्रभां प्रेषयति, अनेन कस्यचित् निरूपणं भवति. कस्य निरूपणम् इति अत्र घटनिष्ठविषयतायाः निरूपणं भवति. सत्यमेव, घटनिष्ठविषयतायाः निरूपणं भवति ज्ञानेन इति चेत् ज्ञानं निरूपकम्. अस्तु, तर्हि एवं वक्तुं शक्नुमः, ज्ञानं यावत्पर्यन्तम् एकः विषयः नास्ति तावत्पर्यन्तं ज्ञानमपि न भवति, खलु? विषयः इति किमपि कोऽपि विषयः स्यात्, तर्हि विषयम् आधारीकृत्य ज्ञानं भवति. हा, पुनः ज्ञानस्य आधारः विषयः इति यदा वदामः, विषयस्य आधारः अपि ज्ञानम् इति वक्तुं शक्यते. अस्तु, तद् भवति विषयनिष्ठ घट अथवा विषय ज्ञाने विषयिता सम्बन्धेन भवति. घट भवति ज्ञानं भवति घटस्य विषय. हा, सत्यं, ज्ञान घटः विषयिता सम्बन्धेन ज्ञाने भवति. तर्हि उभयोः परस्पराधाराधेयभावः तु वर्तते. अत्र वयं वदामः वृत्ति अनयामिकसम्बन्ध ज्ञाने विषये मध्ये भवति. हा, सत्यमेव इति वार्ता अस्ति. अस्तु, परन्तु अत्र इतोपि किञ्चित् वक्तुमिच्छामि. गतवर्गे अपि काचित् चर्चा जाता, विषयता इति घटे अस्ति, विषयिता इति कुत्र अस्ति, ज्ञाने अस्ति, किल? ज्ञाने अस्ति. हा, ज्ञानं विषयता सम्बन्धेन इति वदामश्चेत् तत्र प्रायः भ्रमः स्यात्. तर्हि एवं चिन्तनीयं यद् अस्तु, ज्ञानम् इति कं निरूपयति, विषयतां निरूपयति, खलु? आम्. तदर्थं स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति इति वक्तुं शक्यते. अस्तु. एवं घटः इति विषयः कं निरूपयति इति चेत् विषयितां निरूपयति. विषयितां वदतु. सं निरूप्य विषयिता सम्बन्ध निरूप्य इति भगिनी पुनः वदतु भगिनी, स्पष्टं नास्ति. हा भगिनी, अत्र ज्ञानम् इति स्वम् इति चिन्तयतु. हा ज्ञानं कं निरूपयति? विषयं निरूपयति. विषयतां निरूपयति खलु? विषयतां निरूपयति. घटनिष्ठविषयतानिरूपकं ज्ञानम् इति चेत् तत्र निरूपकं ज्ञानं कं निरूपयति इत्युक्ते घटनिष्ठविषयतां निरूपयति. अस्तु, तदर्थं ज्ञानं स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति इति वक्तुं शक्यते. वस्तुतः विषयता इति सम्बन्धः कुत्र अस्ति विद्या भगिनी? विषयता इति सम्बन्धः घटे अस्ति. घटस्य धर्मः खलु? हा, परन्तु ज्ञानं विषयतासम्बन्धेन घटे अस्ति इति वदामः, न तु विषयिता. सत्यं. हा, किमर्थम् इति चेत् ज्ञानेन किं निरूप्यते इति चिन्तनीयं. ज्ञानेन विषयता निरूप्यते खलु? अतः ज्ञानं स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति इति वदामः. एवमेव घटः स्वनिरूपित, घटेन किं निरूप्यते इति किञ्चित् चिन्तनं कुर्मश्चेत् एवमेव तत्र घटः इति विषयः विषयितां निरूपयति. विषयिता यद्यपि ज्ञाने अस्ति धर्मरूपेण, घटः तां विषयितां निरूपयति. अतः घटः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति. बुद्धं वा? तर्हि भगिनी यत्र कुत्रापि स्व इति प्रयोगं कर्तुं शक्नुमः वा? अत्र तु तथा अस्ति खलु, यत्र स्व इति कमपि सूचयति, स्वस्य, स्वेन निरूपित स्वस्य इति कमपि सूचयितुं यथा. तर्हि अत्र पूर्वम् आदेयता अधिकरणता इति आसीत्, तत्रापि स्व इति प्रयोगं कर्तुं किञ्चित् कथम् इति चिन्तनं करोतु. आधारः आधेयः इति आसीत् घटनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः तथा किञ्चित् आसीत् खलु. तर्हि घटः इति स्वम् इति स्वीकरोति चेत् स्वनिरूपित किम् आधेयतासम्बन्धेन तत्र घटः नितरां गुणे नास्ति तथा वक्तुं न शक्नुमः. गुणः अवश्यम् अस्ति तत्र. आधेयादे आधाराधेयभावः इति वृत्ति अनियामकसम्बन्धः, वृत्तिनियामक. अस्तु अस्तु, अत्र वृत्ति अनियामकसम्बन्धः अस्ति इति कृत्वा एतादृशप्रयोगं कर्तुं शक्नुमः. हा, स्व इति यत्र कुत्रापि स्थापयितुं शक्यते भगिनि, स्वम् इति यं किमपि, परन्तु तद् विषयः सः नास्ति. किन्तु स्व इति ज्ञानमस्ति चेत् स्वेन निरूपिता विषयता तेनैव सम्बन्धेन घटे अस्ति इति वक्तुं शक्नुमः. यथा पुत्रः अपि च पिता खलु. एकेन पुत्रेण एकमेव पितृत्वं निरूप्यते किल. एकेन एकमेव पितृत्वं, तर्हि तदा तत्र पुत्रेण किं निरूपितम् इति चेत् पुत्रेण पितृत्वं निरूपितम्. पुत्रः इति स्वयं निरूपयति, पितृत्वं निरूपयति इति कृत्वा स्वनिरूपितपितृत्वसम्बन्धेन पुत्रः पितरि अस्ति इति. पिता अपि तथा. पिता स्वयं कमपि निरूपयति, पुत्रत्वम् अथवा पुत्रीत्वं यत्किमपि, तर्हि पित्रा एव निरूप्यते पुत्रत्वं, तेनैव सम्बन्धेन पिता पुत्रे अस्ति इति वक्तुं शक्यते तथा. अस्तु भगिनि. अस्तु, इतोपि एकम् उदाहरणं दत्तमासीत् अस्माकं वर्गे तेषु दिनेषु, स्वत्वं स्वामित्वम् इति. अस्तु मयि धनमस्ति चेत् अहं धनस्य स्वामी, तर्हि स्वनिरूपित तस्मिन् धने स्वत्वम् इति अस्ति, स्वनिरूपितस्वत्वसम्बन्धेन अहं धने अस्मि, धननिरूपितस्वामित्वसम्बन्धेन धनं मयि अस्ति इति अपि वक्तुं शक्नुमः. बुद्धं किं कमपि निरूपयति इति विचिन्त्य तत्र तेनैव सम्बन्धेन सः अपरत्र अस्ति इति वक्तुं शक्नुमः. समीचीनं वा? अस्तु. आं भगिनि. आं भगिनि. सम्यक्. अग्रे शिवरां महोदय अग्रे पठति वा? प्रकाशः अपि एषः त्रिविधः. घटभूतलयोः संयोगं यद् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ते विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. अत्र बहु नूतनविषयाः सन्ति. नूतनविषयः प्रकाशः अपि एषः त्रिविधः. एषः प्रकाशः त्रिविधः अस्ति. घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. घटः भूतले अस्ति, तर्हि घटः तथा भूतलस्य तत्र संयोगः वर्तते. तत् संयोगः अपि प्रकाशयति. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. किञ्चित् स्पष्टता भगिनी आवश्यकी. अधुना आकारः इत्युक्ते किम्? आकारः नाम घटस्य आकारः. आकारः नाम मूर्तिः वयं वदामः. यत् आकारः ज्ञानस्थले अधुनैव मया उक्तं खलु, शब्दरूपेण प्रतिपादितं स्वरूपं. शब्दरूपेण प्रतिपादनम् अस्तु इत्येव उक्तं मया पूर्वतनचित्रे. पूर्वतनचित्रे उपरितनचित्रे अयं घटः इति आकारः. अत्र आकारः कः? भूतलं घटवत्. समीचीनं. सम्यक् भगिनि. इत्येव आकारः शब्देन प्रतिपादितं स्वरूपम्. अस्माकम् आत्मनि ज्ञानं स्यात्, परन्तु अपरेभ्यः वक्तुमिच्छामश्चेत् शब्दरूपेणैव वक्तुं शक्यते खलु. तदर्थं सर्वेषां ज्ञानानाम् आकारः अपि भवति. आकारः कः इति चेत् अत्र भूतलं घटवत् अथवा भूतले घटः अस्ति इति आकारः. अस्तु. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. तदेव वर्णनं ज्ञानादि सविषयः. वदतु महोदय, क्षम्यताम्. ज्ञानादि सविषयकपदार्थानां ये विषयाः अत्र आकारः प्रकाशितः. न महोदय, पुनः वाक्यं पठतु. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. ज्ञानादि सविषयकपदार्थानां ये विषयाः सन्ति तेषां शब्देन प्रकाशितानां प्रतिपादितं स्वरूपम् आकारः इति आकारः. सत्यं. आकारः इत्युक्ते शब्देन प्रतिपादितं स्वरूपम् इति जानीमः. अधुना ज्ञानादि सविषयकपदार्थानाम् इति उक्तं. ज्ञानादि सविषयकपदार्थाः इत्युक्ते किम्? ज्ञानादि सविषयकपदार्थ ज्ञानेन यत् विषयस्य यत् ज्ञानं भवति. हा, सविषयक इत्युक्ते किं? किञ्चित् ऊहां करोति वा? स्वविषयक नाम विषयस्य ज्ञानेन सह विषयसहित विषयसहित विषयसहित ज्ञानम् यत्किमपि विषयसहितं विषयेण सह यद्वर्तते तत् सविषयकम् इति वदामः. अत्र अत्र सविषयकं किमस्ति महोदय? अत्र सविषयकघटः अस्ति महोदय. चिन्तयतु, सविषयकम् इति भगिनी यथा उक्तवती, विषयेण सह, विषयेण सह यद्वर्तते तद् सविषयकम् इति. अत्र विषयसहितं किम् अस्ति? विषयसहितं ज्ञानमस्ति न? हा, सम्यक्, तदर्थमेव ज्ञानादि सविषयकपदार्थानाम् इति उक्तं. सविषयक इति कस्य विशेषणम् इति चेत् ज्ञानस्य विशेषणम्. सविषयकं ज्ञानं तादृशपदार्थानां ये विषयाः भवन्ति तेषां शब्देन प्रतिपादितं रूपम् आकारः इति उक्तम्. अस्तु, बृहत् संज्ञा किं किञ्चित् बृहत् संज्ञा भवति किन्तु अवगतम्. हा हा, अस्तु महोदय, अत्र अन्ततो गत्वा एकं चित्रमस्ति. चित्रे आकारः कः इति वदतु, चित्रस्य ज्ञानं किम् आकारः कः इति. चित्रे किम् अस्ति इति निरूपय. अत्र घटः अस्ति, अत्र भूतले घटः अस्ति, दीप ज्ञानरूपदीपः तत्र अस्ति, दीपतः तिस्रः त्रयः प्रकाशशलाका तिस्रः प्रकाशशलाका तत्र सन्ति, एकः घटः मध्ये संयोगः घट तथा भूतलयोः मध्ये संयोगः अस्ति, तत्र पतति, अन्येकस्मिन् भूतले पतति. हा, सत्यं खलु. तर्हि प्रभा इत्युक्ते विषयता इति वयं दृष्टवन्तः. अत्र कति प्रभाः सन्ति? अत्र तिस्रः प्रभाः सन्ति. तिस्रः प्रभाः सन्ति इत्युक्ते किं? प्रभा इत्युक्ते विषयता. सत्यं, त्रिविधः, त्रिविधः नाम त्रयः विशेषणः तत्र सन्ति. सत्यं सत्यं महोदय, इति अग्रे पश्येम. अस्तु, परन्तु ज्ञानस्य आकारः अस्ति भूतलं घटवत् इति. भूतलं घटवत् इत्यस्मिन् ज्ञाने त्रयः तिस्रः विषयताः सन्ति इति चेत् कति विषयाः भवेयुः? त्रयः विषयाः भवेयुः. भवेयुः त्रयः विषयाः काः? क्षम्यतां, के विषयाः? अत्र घटः एकः विषयः, घटभूतलयोः संयोगः एकः विषयः, तथा भूतलम् अपि एकं विषयम्. एकः विषयः, विषयः इति एकः विषयः. एकः विषयः. अस्तु, समीचीनं. तर्हि अधुना जानीमः यत् विषयः एकः एव इति न, ज्ञानस्य बहवः विषयाः भवितुम् अर्हति, अपि च ज्ञानं तान् सर्वान् विषयान् प्रकाशयति इति. बुद्धं वा? अस्तु, कस्यचित् प्रश्नः अत्र? अग्रे गत्वा विषयतानां संज्ञाकरणं भवति इति पश्येम अग्रे. इतः अग्रे विजी भगिनी पठितुम् इच्छति वा? आं भगिनि, अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते, एवं भूतले एका प्रभा वर्तते, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, भूतलं विशेष्यं, तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति न ज्ञायते. अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यं। विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते। संयोगे विद्यमाना प्रभा संसर्गता इति, एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते। किञ्चित् वक्तुम् इच्छति वा भगिनि? पुनः अत्र घटे एका अत्र घटे एका प्रभा संयोगे एका प्रभा भूतलस्य ज्ञानात् भूतलस्य एका प्रभा पृथक् पृथक् वर्तते। एवं भूतले एका प्रभा, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, भूतलस्य विशेषणं संयोगसम्बन्धं, घटभूतलस्य संयोगसम्बन्धम् इति विशेषणं भूतलं विशेष किञ्चित् चिन्तनीयं। भूतले संयोगेन विद्यमानघटः भूतलस्य विशेषणं, भूतलस्य विशेषणं संयोगधर्मः इति न वार्ता वा? नास्ति। अधुना भूतलस्य विशेषणं किम्? भूतले संयोगेन विद्यमानः ओ कः भगिनी अत्र अस्ति खलु वदति, अतः प्रतिध्वनिः अस्तु किमपि कर्तुं मम प्रार्थना अस्ति किञ्चित् किमपि करोतु, नूतन इयर्फोन् वा हेड्फोन् अस्ति चेत् सम्यक् तर्हि अस्तु। हा, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्, इतः अग्रे प्रायः विद्या भगिनी भवती एव प्रतिपादयति वा? अस्तु भगिनि, अत्र पुनः एकवारं पठामि। अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते, एवं भूतले एका प्रभा वर्तते। वयम् इदानीमेव किञ्चित् पूर्वं दृष्टवन्तः अत्र ज्ञानात् तिस्रः प्रभाः सन्ति, एकः एका प्रभा घटः घटस्य उपरि अस्ति, एका प्रभा संयोगः घटभूतलयोः संयोगः, अपि च एका प्रभा भूतले। अत्र भूतले संयोगेन विद्यमानघटः, तर्हि भूतलं घटवत् इति वदामः चेत् घटः भूतलस्य विशेषणम् अस्ति, भूतलं विशेष्यं। समीचीनं भगिनि, भूतलं विशेषं, किञ्चित् इतोपि प्रतिपादयतु तत्र किमर्थं घटः भूतलस्य विशेषणम् इति वदामः? किमर्थं घटः भूतलम्? अत्र घटवत् भूतलम् इति अस्ति, अत्र कीदृशभूतलम् इति प्रश्ने सति तत्र घटः तस्मिन् घटः भूतलम् अधिकरणं तस्मिन् घटः अस्ति, घटवत् भूतलम् इति कृत्वा तत्र कीदृशभूतलम् इत्युक्ते घटवत् भूतलम् इति चिन्तयामि। सम्यक्, बहु सम्यक् इत्येव अस्ति। अधुना बुद्धिमान् बालकः इति वदामश्चेत् बालकः कीदृशः इति चेत् बुद्धिमान् अथवा बुद्धिः अस्य अस्ति, अस्य अस्ति मतुप् इति प्रत्ययः खलु तत्र घटवत् अथवा सत्यं किं बलवान् इति मतुप् इति बलवान् बालकः इति चेत् बालकः कीदृशः इति चेत् बलवान् तस्मिन् बलमस्ति तद्वदेव भूतलं नपुंसकलिङ्गे अस्ति तदर्थं घटवत् भूतलं घटवत् भूतलम् इति वदामः चेदपि तत्र विशेषणं किं घटः विशेषणं भूतलं विशेष्यम् अत्र अत्र घटः भूतलं पृथक् करोति समीचीनम् इति वार्ता अस्ति। ओ सा सल्ला भगिनी गतवती इति अस्तु, घटः भूतलं पृथक् करोति इति वार्ता, परन्तु अधुना प्रश्नः उदेति घटवत् भूतलम् इति चेत् भूतलं घटवत् इति पदं विशेषणसूचकमस्ति, स्वयं विशेषणवाचकं विशेषणवाचकं विशेषणवाचकमस्ति, स्वयं विशेषणं नास्ति इति. वस्तुतः विशेषणमस्ति घटः इति. तर्हि घटः इति विशेषणं भूतलं विशेष्यं विशेष्यम् अस्तु भगिनि. अग्रे तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति न ज्ञायेत ज्ञायेत. अत्र घटः अपि विषयः अस्ति, भूतलमपि विषयः अस्ति, संयोगः घटभूतलयोः संयोगः सम्बन्धः अपि विषयः अस्ति, घटे अपि विषयता अस्ति, भूतले अपि विषयता अस्ति, संयोगसम्बन्धे अपि विषयता अस्ति. तर्हि अत्र इदानीम् अत्र पृथक्तया तेषां नामकरणं भवति अन्या संज्ञा संज्ञां कृत्वा अत्र. अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञानन्तरं कर्तव्यम् इत्युक्ते अत्र नामकरणं पृथक्तया नामकरणं भवति. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते. तर्हि घटः विशेषणम् इति वयम् इदानीमेव उक्तं. घटः विशेषणम् इत्युक्ते अत्र विशेषणस्य नामकरणमस्ति प्रकारता इति. तर्हि घटे नामकरणं न विशेषणतायाः नामकरणं विशेषणे विद्यमानप्रभा विशेषणे विद्यमानप्रभा अस्तु. सामान्यतया प्रभा इत्युक्ते किम् अत्र ज्ञानस्थले? प्रभा इत्युक्ते ज्ञानस्य प्रकाशः विषयस्य उपरि अत्र विषयः विषयः इति घटः. परन्तु प्रभा ज्ञानं दीपस्थानम् आपन्नं चेत् प्रभायाः स्थाने किमस्ति? सम्बन्धः खलु प्रभा अत्र सम्बन्धः विषयता सम्बन्धः. हा विषयतायाः नामकरणम् अपररीत्या कृतम्. ओ विषयतायाः अत्र घट घटे विद्यमानविषयतायाः नामकरणमस्ति प्रकारता. सत्यम्. ओ अस्तु. एवम् अत्र संयोगसम्बन्धः अस्ति, संयोगसम्बन्धे विद्यमाना विषयतायाः नामकरणमस्ति संसर्गता. सम्यक्. एवमेव भूतले विद्यमाना विषयता विषयतायाः नामकरणमस्ति विशेष्यता. सत्यं. हा समीचीनं भगिनि. यतोहि अत्र तिस्रः विषयताः सन्ति. यथा अयं घटः इत्यत्र एकः एव विषयः एकः एव विषयता, तादृशी स्थितिः नास्ति खलु अत्र. स्थितिः भिन्ना अस्ति. विषयताः तिस्रः. तर्हि का विषयता कस्य इति कथं जानीमः? तदर्थं विवरणसौकर्याय विषयतायाः संज्ञान्तरं कृतं. संज्ञान्तरम् इत्युक्ते भिन्नरीत्या नामकरणं. केवलं विषयता इति न वदामः, परन्तु पृथक्तया घटे विद्यमाना विषयता अस्ति प्रकारता, अपि च संयोगे विद्यमाना विषयता अस्ति संसर्गता, विशेष्ये भूतले विद्यमाना विषयता अस्ति विशेष्यता इति त्रीणि नामानि आगतानि. अस्तु अस्तु भगिनी, एव केवलं सारांशरूपेण कृपया वदतु विशेष्यं किं विशेषणं किम् अपि च सम्बन्धः कः तत्र तत्र का विषयता वर्तते इति का नामिका विषयता वर्तते. अत्र घटवत् भूतलम् इति अस्ति. घटवत् भूतलं तत्र घटः विशेषणं भूतलं विशेष्यम् इति अत्र घटभूतलयोः सम्बन्धः संयोगसम्बन्धः. तर्हि घटे या विषयता अस्ति तस्य नामकरणमस्ति प्रकारता, भूतले या विषयता अस्ति तस्य नामकरणमस्ति विशेष्यता, अपि च संयोगसम्बन्धे या विषयता अस्ति तस्य नामकरणमस्ति संसर्गता. संसर्गता बहु सम्यक् अस्तु इति तिस्रः विषयताः. अवगतं वा सर्वैः? विजय भगिनी अवगतं भगिनि अवगतं पूर्ण अस्तु धन्यवादः. सम्यक्. मुरलीमहोदय अग्रे पठति वा? अस्माकं विशेषसंज्ञाः गणाशादयः गणेशादयः गणेशादयः गणेशादयः कुलसंज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति गणेशसंज्ञः. शुक्लः गणेशख्यः शुक्लः इति व्यवहारः. तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति. विशेषसंज्ञाः प्रकारताः संसर्गता विशेष्यता इत्येवं रूपाः भवन्ति. तथा च घटे प्रकारताख्यविषयता वर्तते. संयोगे संसर्गताख्यविषयता वर्तते. भूतले विशेष्यताख्यविषयता वर्तते. एवं च घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम्. संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम्. भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्. किञ्चित् प्रतिपादयति वा महोदय खण्डशः? मम प्रयत्नं करोमि भगिनि. अस्माकं विशेषसंज्ञा गणेशादयः. तत्र गणेशादयः किमर्थं भगिनि? हा, विशेषसंज्ञाः अस्माकं संज्ञा इत्युक्ते नाम खलु? नाम सर्वेषां नामानि भवन्ति. मम रक्षा भवतः मुरळी, तद्वत् गणेशः इति कस्यचित् नाममेव. कुलसंज्ञाः सामान्यरूपा शुक्लादयः भवन्ति इति गणेशसंज्ञा. तत्र गुणेशादयः. महोदय, भवतः ध्वनिः गच्छदस्ति. अस्तु, एवं कुर्मः. प्रायः शिवराम कुलकर्णी महोदय प्रतिपादयति वा? अत्र अस्माकं श्रूयते वा? श्रूयते, वदतु महोदय. अस्माकं विशेषसंज्ञा गणेशाद नाम अस्माकं यानि नामानि भवन्ति, गणेशः, केशवः, अनेकानि नामानि भवन्ति. किन्तु अस्माकं कुलसंज्ञा शुक्ल इति तत्र उदाहरणमस्ति. शुक्ल आदयः, शुक्ल इति अस्माकं वयम् आङ्ग्लभाषां सर्नेम् इति वदामः तत्पद्धत्याः. तत् शुक्ल आदयः सामान्यसंज्ञा भवति. किन्तु शुक्ल इति संज्ञा स्वीकृत्य ये अन्यजनाः सन्ति तेषां प्रत्येकस्य एकैकं नामं भवति. गणेशः इत्यादि नामानि तत्र भवन्ति. तत् पद्धत्याः अत्र विषयता इति सामान्यसंज्ञा. महोदय, एकनिमिषं. गणेशाख्यः शुक्लः इत्यस्य अर्थः कः? गणेशाख्यशुक्ला नाम शुक्ल इति कुले यः अस्ति सः, यः गणेशः अस्ति सः गणेशाख्यशुक्लः. शुक्लः इति सामान्यसंज्ञा खलु? सामान्यसंज्ञा. यथा भवता उक्तं गणेशशुक्लः, केशवशुक्लः, रमेशशुक्लः इति भवेत्. भवतः नाम अपि तथा कुलकर्णी इति सामान्यरूपसंज्ञा. तर्हि शिवरामाख्यः कुलकर्णी इति वक्तुं शक्यते. अत्र मम प्रश्नः अस्ति, आख्यः इत्युक्ते किम्? नाम्ना भगिनि, नामकः गणेशनामकः शुक्लः इति व्यवहारः. सम्यक्, अस्तु, तद्वदेव तत्र तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति. विषयता इति एका सामान्यसंज्ञा तत्र भवति पदार्थस्य ज्ञानेन सम्बन्धेन. विषयता इति एका संज्ञा तत्र भवति. विशेषसंज्ञा तु यथा वयम् अधुना दृष्टवन्तः तत्र तिस्रः प्रभाः तत्र सन्ति. प्रत्येकस्य एकैकस्य विशेषसंज्ञा तत्र भवति. प्रकारता, संसर्गता, विशेषता इति एवं रूपा भवन्ति प्रत्येकस्य. किन्तु तस्य सामान्यसंज्ञा विषयता अस्ति. विशेषसंज्ञा तु तत्र तिस्रः. घटे सत्यं महोदय, अस्तु क्षम्यतां, वदतु. तथा च घटे प्रकारताख्यविषयता वर्तते. संयोगे संसर्गताख्यविषयता वर्तते. भूतले विशेष्यताख्यविषयता वर्तते. घटस्य प्रकारता इति विशेषसंज्ञा तत्र अस्ति. तत्कारणेन घटस्य घटे सामान्यसंज्ञा तु तस्य विषयता इति अस्ति. तत्कारणेन घटे प्रकारताख्यविषयता वर्तते. संयोगे तत्पद्धत्या एव संसर्गताख्यविषयता वर्तते. विषयता इति सामान्यसंज्ञा, संसर्गता इति विशेषसंज्ञा. द्वयोः मिलित्वा संसर्गताख्यविषयता इति तस्य संज्ञा तत्र भवति. भूतलस्य अपि विशेषताख्यविषयता, तत्रापि सामान्यसंज्ञा विषयता, विशेषसंज्ञा विशेष्यता. तस्य विशेषताख्यविषयता वर्तते. एवं च घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानं, संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं, भूतलनिष्ठविशेषताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्. तत्र सामान्यतया विशेष संज्ञायाः स्वीकृत्य अत्र तस्य विवरणम् अत्र अस्ति. घटनिष्ठप्रकारताख्यविषयतारूपं ज्ञानम् एकैकं विषयता स्वीकृत्य. सत्यं महोदय, किन्तु तद् पदं किञ्चित् विवृणोतु. घटनिष्ठप्रकारता इत्युक्ते किम्? घटनिष्ठप्रकारता, घटनिष्ठप्रकारताख्य विषयतानिरूपकं ज्ञानम्. तर्हि चिन्तनीयं खलु, किञ्चित् पृथक् पृथक् खण्डनं कृत्वा चिन्तयतु. घटनिष्ठ इत्यस्य अर्थः कः? घटनिष्ठ पुनः घटनिष्ठप्रकारताख्यविषयता इत्युक्ते आख्य नाम नामकरणं नामकं हा घटनिष्ठ घटनिष्ठप्रकारता नामकविषयता तेन निरूपितं ज्ञानं. तेन निरूपितं ज्ञानं वा अथवा ज्ञानेन निरूपिता प्रकारता वा? ज्ञानेन निरूपिता प्रकारता खलु. निरूपकं ज्ञानम् इति ज्ञानस्य विशेषणं किल. निरूपकम् इति अत्र प्रत्ययः कः? नूळ् इति प्रत्ययः. यथा गायकः, नायकः, यः कोऽपि किमपि करोति, निरूपणं करोति, ज्ञानं निरूपयति इति ज्ञानमेव निरूपकम्. अस्तु, ज्ञानं किं निरूपयति अत्र? ज्ञानं विषयता, घटनिष्ठप्रकारताख्य विषयता, विषयतां निरूपयति, विषयतां निरूपयति. सम्यक्, अस्तु, एवमेव अग्रे. संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं तत्पद्धत्या एव संयोगनिष्ठसंसर्गताख्य अत्र संयोगनिष्ठसंसर्गता नाम संयोगे तत्र संसर्गता अस्ति. संयोगनिष्ठसंसर्गताख्य तत्र नामकरणं तेन निरूपकं ज्ञानम् ज्ञः. सम्यक् महोदय, अग्रे. भूतलनिष्ठविशेषताख्यविषयतानिरूपकं ज्ञानं तत्पद्धत्या भूतलनिष्ठविशेषता भूतले विशेषता अस्ति भूतलनिष्ठविशेषताख्य तत्रापि नामकरणं भवति भूतलनिष्ठविशेषताख्य विषयतानिरूपकं ज्ञानं ज्ञानस्य विशेषणं तत्र ज्ञानस्य विशेषणं निरूपकम् इति सर्वत्र न्याय न्यायभाषया विवरणं भवेत् इति अस्ति. अस्तु, तर्हि सारांशत्वेन ज्ञानं कां कां निरूपयति इति वदति वा? ज्ञानं प्रकारताख्यविषयतां निरूपयति, संयोगनिष्ठसंसर्गताख्यविषयतां निरूपयति, तथा विशेषताख्यविषयतां निरूपयति. अथवा सरलरीत्या वदामश्चेत् ज्ञानं प्रकारतां निरूपयति, ज्ञानं संसर्गतां निरूपयति, ज्ञानं विशेषतां निरूपयति. अस्तु, अधुना पूर्वस्मिन् पुटे अधोभागे यद् चित्रमस्ति तद् पश्यतु. अस्तु, भवान् एव अधुना नामकरणं करोतु. तिस्रः प्रभाः, तिस्रः अर्चयः गच्छन्ति खलु ज्ञानार्थं. तत्र प्रथमप्रभा, तस्य नाम, तस्याः नाम किं? तस्य प्रकारता. संयोगः अस्ति, सः घटे पतति. अनन्तरम् द्वितीयः संयोगः अत्र लिखितमस्ति, सः संसर्गताख्य निरूपितः, संसर्गताख्य विषयतः. सः भूतल घट तथा भूतलयोः मध्ये यः संयोगः अस्ति तत्र सा प्रभा पतति. अधभागे यत् अस्ति भूतलं यत् लिखितमस्ति सः विशेषताख्यविषयता. हा, विशेषताख्यविषयः कुत्र पतति? विशेष सा भूतले पतति. भूतले पतति साक्षात् भूतले. भूतले पतति, समीचीनं महोदय, इति ज्ञेयमस्ति. अस्तु, तिस्रः विषयताः सन्ति अस्य ज्ञानस्य इति वार्ता. अस्तु, प्रश्नः अस्ति वा कस्यचित्? सुलभमेव अस्ति, अन्यत् किमपि नास्ति अत्र, त्रिविधनामकरणानि तावदेव. अस्तु, अग्रे गच्छेम. तर्हि विजी भगिनी पठतु, विद्या भगिनी प्रतिपादयतु इति. अस्तु महोदय. विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. प्रकारतानिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतया अपि, तथा च पूर्वोक्तं भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्. अस्तु महोदय. अस्तु, धन्यवादः भगिनी. अस्तु, इदानीमेव वयं दृष्टवन्तः अत्र त्रीणि वाक्यानि वयं दृष्टवन्तः. ज्ञानेन घटनिष्ठप्रकारताख्यविषयतां निरूपयति ज्ञानम् इति, एवमेव संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम्, अनन्तरं भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति वयं दृष्टवन्तः. एवमेव अत्र घटवत् भूतलम् इति अस्ति, तत्र घटे प्रकारता अस्ति, भूतले विशेष्यता अस्ति, तत्रापि वयं निरूप्यभावः प्रकटयितुं शक्नुमः. प्रकारता निरूपिता विशेष्यता इति इत्युक्ते घटे प्रकारता अस्ति, तादृशप्रकारता प्रकारता निरूपिता विशेष्यता, विशेषता घटे विद्यमानप्रकारतां निरूपयति. एवमेव इदानीम् अत्र भूतले विशेष्यता अस्ति, घटे प्रकारता अस्ति, इदानीं प्रकारता भूतले विद्यमाना विशेष्यतां निरूपयति इति भवति. अनन्तरं संसर्गता अस्ति चेत् तत्रापि वयम् एवमेव कर्तुं शक्नुमः. संसर्गता अपि च घटः इति अस्ति, घटे प्रकारता अस्ति, संसर्ग सम्बन्धे संयोगसम्बन्धे संसर्गता अस्ति, तर्हि प्रकारता निरूपिता संसर्गता इति अपि वक्तुं शक्नुमः, अथवा संसर्गतानिरूपितप्रकारता इति अपि वक्तुं शक्नुमः, अथवा विशेष्यतानिरूपितसंसर्गता अथवा संसर्गतानिरूपितविशेष्यता इति अपि वयं वक्तुं शक्नुमः. तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेषतानिरूपकं ज्ञानम्, अत्र द्वयमपि मिलित्वा दत्तमस्ति. हा, अत्र चित्रं रचयामः, अस्तु चित्रं नास्ति, अहम् अनन्तरं प्रेषयामि, परन्तु चित्रं रचयामश्चेत् कथं भवति भगिनि, इत्युक्ते घटः तस्य उपरि? तर्हि इदानीं घटः अस्ति, घटे घटे विषयता अस्ति, घटे प्रकारता अपि अस्ति, घटे घटे तर्हि घटे विषयता अस्ति, विषयतायां प्रकारता अस्ति भगिनि. न न अत्र विषयतायां प्रकारता अस्ति इति न वक्तुं शक्यते. घटे या विषयता, घटे या विषयता अस्ति सा एव प्रकारता. हा, सा एव, तस्य एव नामकरणं प्रकारता इति. हा, अस्तु, घटे विषयता अस्ति, कीदृशविषयता इत्युक्ते प्रकारताख्यविषयता, कीदृशी विषयता. अनन्तरं भूतले विशेष्यता अस्ति, पुनः क्षम्यतां, भूतले विषयता अस्ति, कीदृशी विषयता इत्युक्ते विशेष्यता आख्यविषयता. अनन्तरं संयोगसम्बन्धः, भूतलघट घटभूतलयोः संयोगसम्बन्धः, संयोगसम्बन्धे अपि विषयता अस्ति, कीदृशी विषयता इत्युक्ते संसर्गताख्यविषयता इति अस्ति. समीचीनमेव. मम प्रश्नः का आसीत् इति चेत्, अधुना यथा आधाराधेयभावः अथवा किम् अवच्छेदक अवच्छेद्यभावः इति सर्वत्र चित्रं रचितवन्तः खलु, उपरि गमनार्थं निष्ठ, अधोगमनार्थम् आश्रयः, तथा करोमि वा? हा, तथा एव घटः इति अधोभागे लिखामश्चेत् तस्य उपरि किं भवति? घटः तस्य उपरि घटत्वम् इति जातिः. हा, तद् त्यजतु, किन्तु अत्र घटे घटस्य उपरि अत्र किं भवति? ज्ञानं घटस्य उपरि आदेयत. हा, अपि च अपि च अहं वदामि भगिनि, ट्रै करोमि. अस्तु विजय भगिनि, प्रयत्नं करोतु. घटे अधोभागे प्रकारता उपरि घटे विद्यमानप्रकारता निरूपितविशेष्यताश्रयभूतले इति वा? हा, समीचीनं समीचीनम् इत्येव मम विवक्षा. ओके, अस्तु, सम्यक् भगिनि. हा, इत्येव अहं पृष्टवती विद्याभगिनी, प्रायः प्रश्नः भ्रमजनकः इति, चित्रं नास्ति चेत् एवमेव भवति. घटः इति लिखामश्चेत् उपरि प्रकारता, पुनः वामभागे घटः इति लिखतु, उपरितनभागे प्रकारता इति लिखतु, अस्तु, दक्षिणभागे भूतलम् इति लिखतु, तस्य उपरि विशेष्यता इति लिखतु. यत् मया वाक्यरूपेण उक्तं तदेव अत्र चित्ररूपेण. चित्ररूपेण अहं चित्रम् अनन्तरं प्रेषयिष्यामि, तदा स्पष्टं भवति खलु, घटनिष्ठप्रकारता निरूपित किं, भूतलनिष्ठविशेष्यता. हा, तं तादृशीं विषयतां कः निरूपयति अथवा किं निरूपयति? ज्ञानेन निरूपयति, ज्ञानं निरूपयति. ज्ञानं निरूपयति, सम्यक्. तद्वदेव भूतलनिष्ठविशेष्यता इति वदामश्चेत्, अधोभागे भूतलं, तस्य उपरि विशेष्यता, पुनः तस्य पार्श्वे एव घटः, घटस्य उपरि प्रकारता, अधुना विशेष्यता प्रकारता अनयोः मध्ये निरूप्यनिरूपकभावं कल्पयितुं शक्नुमः इति वार्ता. भूतलनिष्ठविशेष्यता निरूपितघटनिष्ठप्रकारता निरूपकं ज्ञानम् इति अपि वक्तुं शक्यते. अत्र परस्परनिरूपकनिरूप्यभावः इत्यनेन किम् अवगच्छामः? अत्र भूतले विशेष्यता अस्ति, घटे प्रकारता अस्ति इति तावदेव अवगच्छामः खलु? तावदेव अवगच्छामः इति न, परन्तु तयोः मध्ये सम्बन्धः कः इति. प्रकारता इति विशेषणे विद्यमानः खलु, विशेष्यता इति विशेष्ये विद्यमानः इति चेत् तयोः मध्ये विशेषणविशेष्यभावः अस्ति इति अवगन्तुं शक्नुमः. परस्परनिरूपणम् इति चेत् विशेषणमस्ति चेदेव विशेषं भवति, विशेषमस्ति चेदेव विशेषणं भवति किल. तर्हि ज्ञाने एतत् सर्वं ससम्बन्धिकमस्ति, इण्टर् कनेक्टेड् अस्ति, तावदेव वक्तुमिच्छन्ति. तत्र यद्यपि त्रयः विषयाः अपि चतुस्रः विषयताः सन्ति, तथापि येषां परस्परसम्बन्धः भवेदेव ज्ञानस्य परिपूर्णार्थम् इति. खलु सर्वत्र इत्युक्ते इत्युक्ते सम्बन्धः अपि भवति. इदानीं मम पुरतः त्रयः विषयाः सन्ति, पृथक् पृथक् सन्ति इति चेदपि तत्र लेखनी अस्ति, पुस्तकम् अस्ति, अनन्तरं घटः अस्ति. तर्हि भवत्याः ज्ञानं किम् इति चिन्तयतु. अयं घटः, अयं घटः अपि च इदं पुस्तकं, इयं लेखनी, ज्ञानं क्षणं. विजय भगिनी, ज्ञानं किं? ज्ञानं क्षणात्मकम् इति तु सत्यमेव, परन्तु मम पुरतः त्रयः विषयाः सन्ति. अस्तु, अयं घटः इति विषयः इति चिन्तयतु भगिनी. केवलम् अयं घटः, भूतले घटः इति न, किमपि न, अयं घटः इति एव. तत्र किं वक्तुं शक्यते? तत्र वस्तुतः यद्यपि अयं घटः इति एकः एव विषयः प्रदर्शितः, तथापि घटः स्वस्मिन् केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन वर्तते खलु. ज्ञानम् इत्यस्य अग्रे गत्वा जानीमः, यथार्थज्ञानम् अयथार्थज्ञानम् इति सर्वं जानीमः. एवमपि वक्तुं शक्यते यत् अस्तु, तत्र घटः तादात्म्येन वर्तते इति कृत्वा सम्बन्धः अस्ति तादात्म्यम् इति अपि वक्तुं शक्यते. परन्तु अयं घटः इति वक्तुम् अस्माकं मनसि घटत्वज्ञानं भवेत् खलु. घटे घटत्वम् अस्ति इति चिन्तनीयं, नो चेत् अहं कथं वदामि अयं कुक्कुरः अथवा अयं घटः अयं पटः कथं वदामि? तस्मिन् घटत्वं पटत्वं, तर्हि घटे घटत्वम् अस्ति इति प्रतीयते. तर्हि तत्रापि एतत् सर्वम् आगच्छति. घटवत् घटः इति वदामश्चेत् घटवत् इति यथा सामान्यं विशेषणं, तस्मिन् प्रकारता, घटः इति विशेषः तस्मिन् विशेषता, अपि च तयोः सम्बन्धः कः? तादात्म्यसम्बन्धः न, घटत्वम् अपि च घटः, तयोः सम्बन्धः कः? समवायसम्बन्धः. समवायसम्बन्धः संसर्गता तत्र वर्तते, एतत् सर्वम् आगच्छति इति वार्ता. ओ अस्तु, ओ तर्हि यत्र कुत्रापि सम्बन्धः आगच्छति एव. अस्ति एव, सम्बन्धः अस्ति एव. अस्तु अस्तु अस्तु, सम्यक्. नूतनतया केनचित् आगतम्? रविमहोदय इति भाति. अस्तु, भवतु नाम. अस्तु, मुरळीमहोदय अग्रे पठति वा? आं, रवि अस्मि, किन्तु श्रोमि. सम्यक् महोदय, मुरळीमहोदय पठामि. अवश्यं पठतु महोदय. विषयतारूपः सम्बन्धः तत् प्रभेदश्च निरूपितः, ताश्च तिस्रः अपि विषयताः परस्परसमानाधिकरणाः. को अर्थः? न समानाधिकरणाः, समानाधिकरणं कस्यचित् यत् अधिकरणं तत्र विद्यमानम्. अस्तु महोदय, पुनः भवतः ध्वनिः न श्रूयते एव, क्लेशः वर्तते. एवं कुर्मः. अस्तु, शिवराम कुलकर्णी महोदय, पुनः कृपया पठित्वा. विषयतारूपः सम्बन्धः तत् प्रभेदश्च निरूपितः, ताः च तिस्रः अपि विषयताः परस्परम् असमानाधिकरणः. क अर्थः? न समानाधिकरणाः, समानाधिकरणमित्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः. समानाधिकरणं ययोः तौ समानाधिकरणौ. विषयतारूपसम्बन्धः तत् प्रभेदस्य निरूपितः, सः च तिस्रः अपि विषयतः परस्परम् असमानाधिकरणः विषयतारूपसम्बन्धाः तथा तेषां प्रभेदाः अधुना निरूपिताः सः तिस्रः अपि विषयतः परस्पर असमानाधिकरणः चिन्तनं करोतु विषयतारूपः सम्बन्धः तत् प्रभेद इति जानीमः खलु प्रभेदः तु प्रकारता सन्दर्भता तथा विशेषता सत्यं हा अनन्तरं प्रभेदः तिस्रः अस्ति ते परस्पर असमानाधिकरणाः परस्पर असमान तत्र सामान्याधिकरणं नास्ति परस्परं किमर्थं सामानाधिकरणीयं नास्ति समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र एकस्य यत् अधिकरणम् अस्ति तदेव अधिकरणम् अन्यस्य अपि भवेत् तत् समानाधिकरणं न हा सत्यं सत्यम् परन्तु अत्र चिन्तनं करोतु प्रकारता कुत्र प्रकारतायाः अधिकरणं किं विशेष्यतायाः अधिकरणं किं संसर्गतायाः अधिकरणं किम् प्रकारतायाः अधिकरणं घटः अस्ति न घटे प्रकारता अस्ति सत्यम् अपि च विशेषता संयोगे संसर्गता अस्ति तथा भूतले विशेषता भूतले विशेषता अस्ति तर्हि तेषाम् अधिकरणानि समानानि वा असमानानि अधिकरणानि खलु हा तर्हि न समानाधिकरणाः इति उक्तम् इत्युक्ते वदतु समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः समानाधिकरणं ययोः तौ समानाधिकरणं समानाधिका तु नास्ति प्रथमतया समानाधिकरण इति अवगन्तव्यं समानाधिकरण इत्युक्ते किम् येषाम् अधिकरणं समानमस्ति तत् समानाधिकरणम् अधिकरणं यत्र समानः नास्ति ते असमानाधिकरणं हा इत्युक्ते समानाधिकरण इति कस्य विशेषणम् एतद् सम्यक्तया अवगन्तव्यमस्ति अधुना घटः अस्ति अस्तु घटे रूपम् अस्ति अपि च घटे गन्धः अस्ति हा अधुना वदतु समानाधिकरण इत्युक्ते किम् अत्र घट इति अधिकरणमस्ति रूपस्य तथा गन्धस्य गन्धस्य रूपस्य अधिकरणं समानः अस्ति घटः हा इति मम इति अवगतं भवता एकमेव अधिकरणं रूपम् इति एकम् हा रूपमिति अपि घटे अस्ति गन्धः अपि घटे अस्ति एकमेव अधिकरणं परन्तु समानाधिकरणम् इति कं सूचयति समानाधिकरणम् आधारः खलु आधारं सूचयति अत्र गन्धः घटे समवायसम्बन्धेन अस्ति रूपमपि समवायसम्बन्धेन अस्ति तर्हि घटः समानादि हा इति एव भ्रमः स्यात् अस्तु शिवराम कुलकर्णी महोदय किं वदति अधिकरणं समानं विषयः अधिकरणम् इत्युक्ते घटः घटः आधारः हा परन्तु पुनः पठतु तद्वाक्यं समानाधिकरणम् इत्यस्य समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानम् इत्यर्थः अन्यस्य यत् अधिकरणम् अस्ति तद् एव अधिकरणं यदि भवेत् तत् नाम समानाधिकरणं तद् समानाधिकरणं नास्ति समानाधिकरणम् इत्यस्य कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानं तत्र विद्यमानम् इत्यर्थः इत्युक्ते रूपं समानाधिकरणं रूपं कस्य समानाधिकरणं रूपं गन्धसमानाधिकरणं अधुना वदतु समानाधिकरणम् इति कं सूचयति, आधेयं सूचयति वा अथवा आधारं सूचयति वा? आधेयं सूचयति. आधेयं सूचयति. अस्तु विद्याभगिनी बुद्धं. समानाधिकरणम् आधेयं सूचयति वा? अधिकरणम् एकमस्ति, अधेयः अनेकः भवेयुः. यदि अधिकरणम् एकम् अस्ति चेत् या या अधेयः सन्ति ते सर्वे समानाधिकरणाः. यत् किं कारणेन तत् सर्वेषाम् अधिकरणं समानः अस्ति, तत् कारणेन ते समानाधिकरणम्. विद्या भगिनी. ओ तर्हि इदानीम् अत्र गन्धरूपयोः समानाधिकरणम् इति वा? घटः इति एकमधिकरणं, परन्तु गन्धः रूपसमानाधिकरणं, रूपं गन्धसमानाधिकरणम् इति वदामः. अस्तु तर्हि समानाधिकरणौ इति वदामः चेत् गन्धः गन्धरूपौ समानाधिकरणौ इति वा? सत्यम्. अत्र पश्यतु समानाधिकरणं ययोः तौ समानाधिकरणौ इति बहुव्रीहिसमासः. अन्तिमवाक्यम् इतोपि एकवारं वदिष्यामि. समानाधिकरणम् अत्र घटः घटे रूपम् अपि च घटे गन्धः इति मनसि भवेत्. अस्तु तत्र समानाधिकरणमस्ति घटः, समानाधिकरणं ययोः तौ समानाधिकरणौ कौ रूपगन्धौ इति बहुव्रीहिसमासः जातः. यद्यपि समानाधिकरणम् इत्यस्य वाक् इत्यस्य पदस्य समानमधिकरणम् इति अर्थः स्यात्, परन्तु बहुव्रीहिसमासं कृत्वा समानाधिकरणं ययोः तौ समानाधिकरणौ इति आगतम्. अतः रूपगन्धौ समानाधिकरणौ इत्युक्ते आधेयौ, आधेयौ समानाधिकरणौ इति आगच्छति. अवगतं वा? अस्तु अस्तु भगिनि. आम् एकस्मिन् कटे यदि पञ्चजनाः उपविशन्तः सन्ति तर्हि तत्र सर्वेषाम् एकः एव कटः तत्र अस्ति, अतः ते सर्वे समानाधिकरणे. हा ते सर्वे समानाधिकरणाः. भगिनि भगिनि पूर्वं पुस्तके पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् इत्यादीनि सन्ति इति पठितवन्तः खलु? अत्र पुस्तकं समानाधिकरणम् इति वक्तुं शक्नोति वा? पुस्तकं समानाधिकरणं भगिनि सत्यं, परन्तु चिन्तयतु म्यूट् करोतु भगिनि. बहुव्रीहिसमासं कृत्वा समानाधिकरणं पुस्तकं येषां ते सर्वे समानाधिकरणाः इति वदामः. पुस्तकं समानाधिकरणं केषां केषां? पुस्तकत्वम् इत्यस्य, गन्धः इत्यस्य, द्रव्यत्वम् इत्यस्य, पुस्तकम् इति समानाधिकरणं. तर्हि बहुव्रीहिसमासं कृत्वा समानाधिकरणं येषां ते समानाधिकरणाः इति कृत्वा पुस्तकत्वं, गन्धः, द्रव्यत्वम् एतत् सर्वं समानाधिकरणाः इति वक्तुं शक्यते. अथवा नपुंसकः. धन्यवादः. अस्तु शिवराम कुलकर्णी महोदय, अस्माकं मूलविषयः अस्ति विषयताः इति, अधुना वदतु महोदय विषयताः समानाधिकरणाः वा? विषयता तु समानाधिकरणाः न. किमर्थं न? न विषयता इति वयं सामान्यरीत्या स्वीकुर्मः चेत् न प्रति प्रकारता संसर्गता तथा विशेषता त्रयत्र तिस्रः तत्र भेदाः सन्ति न, प्रत्येकस्य अधिकरणं भिन्नम् अस्ति. बहु समीचीनं. तर्हि तिस्रः अपि विषयताः परस्पर समानाधिकरणाः न, परस्परम् असमानाधिकरणाः. तद् परस्परम् असमानाधिकरणाः इत्युक्ते न समानाधिकरणाः. किमर्थम् इति चेत् प्रकारता घटे वर्तते, विशेषता भूतले वर्तते, पुनः संसर्गता संयोगे वर्तते. अस्तु इति मनसि भवेत्. विषयताः न समानाधिकरणाः इति वार्ता. अस्तु बुद्धं वा? सर्वेषां मनसि स्पष्टता अस्ति? अवगतम्. अस्तु विजय भगिनी अग्रे कृपया भवती पठतु विद्या भगिनी प्रतिपादयति इति यथा सामान्य चित्रस्य अधोभागं भगिनि अत्र घटत्वसामानाधिकरणप्रतियोगिता प्रतियोगितासमानाधिकरणं घटत्वं प्रकृते तु प्रकारतादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः घटत्वे प्रकारता संयोगे अत्र मुद्रणदोषः घटे प्रकारता संयोगे संसर्गता भूतले विशेष्यता च वर्तते अतः न अत्र द्वयोरेकम् अधिकरणं परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य तस्य च ये अवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परम् असमानाधिकरणं करण्यं किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति अस्तु भगिनि अस्तु भगिनि अत्र पुनः पठित्वा वदामि अत्र घटत्वसमानाधिकरणप्रतियोगिता अत्र चित्रमस्ति घटः घटे घटत्वम् अस्ति घटे घटाभावस्य प्रतियोगिता अस्ति तर्हि अत्र घटत्वम् अपि घटे वर्तते प्रतियोगिता अपि घटे वर्तते अतः घटत्वं प्रतियोगिता द्वयोः समानाधिकरणं द्वयोः समानाधिकरण्यं समानाधिकरण्यम् इति वदामः द्वयोः अथवा घटत्वसमानाधिकरणप्रतियोगिता प्रतियोगितासमानाधिकरणं घटत्वम् इति एव वाक्यद्वयमस्ति खलु प्रथममेव समानाधिकरण्यम् इति भावः भगिनि यथा सुन्दरस्य सौन्दर्यम् इति भावः अथवा धर्मः समानाधिकरण्यम् इति भावः अधुना अहं पृच्छामि चेत् अस्मिन् प्रसङ्गे घटः घटे घटत्वं प्रतियोगिता अपि घटे इति प्रसङ्गे अहं पृच्छामि चेत् समानाधिकरण्यं कुत्र अस्ति इति पृच्छामि चेत् तस्य उत्तरं किम् समानाधिकरण्यं घटत्वे अपि अस्ति प्रतियोगितायाम् अपि अस्ति हा बहु समीचीनं किमर्थं तथा यतोहि घटत्वम् अपि घटे वर्तते प्रतियोगिता अपि घटे वर्तते अतः घटत्वसमानाधिकरणप्रतियोगिता द्वयोः समानाधिकरण्यं वर्तते प्रतियोगिता समानाधिकरणं घटत्वं यत्किमपि समानाधिकरणम् अस्ति तस्मिन् समानाधिकरण्यम् इति वर्तते अस्तु अग्रे अस्तु प्रकृते तु प्रकारादयः तिस्रः विषयताः न परस्परं समानाधिकरणाः अत्र अस्माकं विषयः आसीत् तत्र प्रकारता संसर्गता अपि च विषयता इदानीमेव दृष्टवन्तः तेषाम् अधिकरणं भिन्नाः अत्र प्रकारता तु घटे वर्तते संसर्गता संयोगसम्बन्धे वर्तते विशेष्यता तु भूतले वर्तते अतः तेषाम् अधिकरणं भिन्नम् इति कृत्वा तत्र तेषां परस्परं समानाधिकरण्यं नास्ति परस्परं समानाधिकरणाः नास्ति सम्यक् घटे प्रकारता संयोगे संसर्गता भूतले विशेष्यता च वर्तते अस्तु अतः न अत्र द्वयोरेकम् अधिकरणं तदेव अत्र अधिकरणं समानं नास्ति परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य तस्य च ये आवान्तरभेदाः निरूपणसौकर्याय स्वीक्रियन्ते तेषु न परस्परम् असमानाधिकरण्यम् इदानीम् अत्र विषयः अस्ति अपि च ज्ञानम् अस्ति विषयः ज्ञाने विषयितासम्बन्धेन भवति अत्र घटः अपि ज्ञाने विषयितासम्बन्धेन भवति भूतलमपि ज्ञाने विषयितासम्बन्धेन भवति संसर्गता संयोगसम्बन्धः संसर्गता अपि ज्ञाने विषयितासम्बन्धेन भवति. तर्हि तत्र सर्वत्र विषयितासम्बन्धेन ज्ञाने वर्तते इति कृत्वा तत्र न परस्परम् असमानादिकरण्यम् इति तत्र तत्र समानादिकरण्यं वर्तते इति वयं स्वीकुर्मः अत्र. यतोहि त्रयाणामपि विषयितानां ज्ञाने एव वर्तते. हा, बहु समीचीनं भगिनि. इति एव अस्ति, विषयताः भिन्नेषु स्थलेषु वर्तते, परन्तु विषयिताः कुत्र वर्तन्ते? ज्ञाने एव वर्तन्ते. विषयिता इति यः सम्बन्धः विषयस्य ज्ञाने, तस्य च ये अवान्तरभेदाः. अवान्तरभेदाः इत्युक्ते किम्? तस्य च पुनः, परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य, तस्य च ये अवान्तरभेदाः, यद्यपि तेषां समानादिकरण्यं नास्ति, यतोहि प्रकारता तु घटे वर्तते, विशेष्यता तु भूतले वर्तते, संसर्गता तु संयोगसम्बन्धे वर्तते, तर्हि तेषां समानादिकरण्यं नास्ति. परन्तु तत्र विषयितासम्बन्धः इति यदि वयं स्वीकुर्मः तर्हि तत्र त्रयाणां विषयितानामपि ज्ञाने एव वर्तते इति कृत्वा तत्र समानादिकरण्यं वर्तते. हा, समीचीनं. हा, भवती अवगतवती. किन्तु केवलम् अवान्तरभेदः इत्युक्ते रेस्पेक्टिव् इति वदामः खलु आङ्ग्लभाषायाम्, इति एव अवान्तरभेदः. अवान्तरभेदः इत्युक्ते उपभागाः इति अपि वक्तुं शक्यते. नाम प्रकारता इति विषयता अस्ति चेत् तत्सम्बद्धविषयिता ज्ञाने अस्ति, तस्य एकं नाम अस्ति, अग्रे पश्येम. विशेष्यता इति विषयता अस्ति चेत् तत्सम्बद्धं विषयिता ज्ञाने अस्ति, तस्यापि एकं नाम अस्ति. अपि च संसर्गता इति विषयः अस्ति चेत् तत्सम्बन्धं भवति ज्ञाने. इति तिस्रः विषयिताः भवन्ति एव. परन्तु सर्वाः विषयिताः कुत्र भवन्ति? ज्ञाने भवति इति वार्ता. अवगतं वा? तर्हि विषयिताः समानाधिकरणाः वा अथवा असमानाधिकरणाः वा? समानाधिकरणाः. समीचीनं, सम्यक् इति एव वार्ता. अस्तु, अवगतम् इति भाति. अग्रे सरेम किञ्चित् तत्र. भगिनि, एकं सन्देहं भगिनि. सन्देहं, भेद अन्योन्य महोदय नितरां भावस्य न. योर् वाय्स् इस् ब्रेकिङ्ग्. हलो, मै गाड्. अस्तु महोदय, प्रायः ई पत्रेण लिखतु, अहम् उत्तरं दातुं शक्नोमि. एवं कुर्मः, किञ्चिदेव अग्रे गत्वा स्थगयामः. अस्तु, शिवरां कुलकर्णी महोदय प्रायः अत्र इदं महोदय. अग्रे महोदय. अत्र यत् उदाहरामः तथा वा? हा, सत्यम्. अत्र एतत् उदाहरामः, करदीपं प्रज्वल्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलीचतुष्टयं प्रसारादयं प्रसारयामश्चेत् तिस्रः अर्चयः निर्गच्छन्ति. तस्य अर्थः कः? करदीपं नाम टार्च् प्रज्वल्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलिचतुष्टयं प्रसारयामः चेत्, करदीपस्य पुरतः यदि वयं अङ्गुलिं वयं स्थापयामः चेत् तिस्रः अर्चयः निर्गच्छन्ति. प्रकाशः, प्रभः, विविधः प्रभः करदीपतः निर्गच्छन्ति. हा, इति अवगच्छति खलु, इति एव चित्रं तत्र पार्श्वे एव अस्ति. एकं करदीपम् अस्ति, करदीपस्य पुरतः अङ्गुलिचतुष्टयम् अङ्गुष्ठवर्जम् इत्युक्ते अङ्गुष्ठं वर्जयित्वा अङ्गुलिचतुष्टयं, महोदय कोऽपि ध्वनिः, अङ्गुलिचतुष्टयं तस्य पुरतः स्थापयामश्चेत् तदा किं भवति? तिस्रः अर्चयः. अर्चयः इत्युक्ते किरणः, रे आफ् लैट् इति आनुभविकमेव खलु. अङ्गुलीनां मध्ये अर्चित्रयं निर्गच्छति. परन्तु अर्चीणां सोर्स् इति किमस्ति? करदीपः एव. मूलं तु करदीपः एव. यद्यपि सः अक्षयः तथापि करदीपः एव मूलम् इति. अस्तु, अग्रे पठ. अनेन एतत् उदाहरणं स्वीकृत्य विषयिताम् अवगच्छामः अग्रे. तासु उपरितनाम् अर्चिः घटे आपतति सा प्रकारता. मध्यमा संयोगगता संसर्गता. निम्ना भूतलगता विशेषता इति भवेत्. एवश्च प्रकारतादीनां सामान्याधिकरणं समर्थितं भवति. प्रकारानाम् असामान्याधिकरणं समर्थितं भवति. प्रकारतादीनाम् असामान्याधिकरणं समर्थितं भवति. अस्तु, पठतु महोदय, तर्हि आरम्भतः पठतु. तासु उपरितना अर्चिः घटे आपतति सा प्रकारता. एका तत्र अर्चिः अस्ति, सा प्रकारता. मध्यमा संयोगता संसर्गता. निम्ना भूतलगता विशेषता. तत्र प्रकारता, संसर्गता तथा विशेषता इति तिस्रः अर्चयः तत्र सन्ति, निर्गच्छन्ति करदीपतः. यथा यथा वयं दृष्टवन्तः, दीपम् इति ज्ञानस्थाने आसीत् खलु. दीपात् तिस्रः प्रभाः निर्गच्छन्ति इति चिन्तयति. एवमेव करदीपात् अधुना तिस्रः प्रभाः निर्गच्छन्ति. एका प्रभा प्रकारता घटस्य उपरि पतति, अपरा संसर्गता संयोगस्य उपरि पतति, अपरा विशेषता कुत्र पतति? विशेषता तु भूतले. भूतले पतति. अस्तु, अग्रे. निम्ना निम्ना इत्युक्ते अधोभागे. निम्ना भूतलाश्च प्रकारतादीनाम् असामान्याधिकरणं समर्थितं भवति. तत्र तिस्रः अर्चयः तस्य पतनस्थानं भिन्नमस्ति. तत्र उपरि एका अस्ति, मध्ये एका अस्ति, निम्नस्तरे एका तत्र अस्ति. पतनबिन्दु भिन्नः तत्र सन्ति. अर्चयः दीपात् अथवा ज्ञानात् निर्गत्य भिन्नभिन्नेषु स्थलेषु पतन्ति इति नास्ति. असमानाधिकरण्यमस्ति प्रकारतादीनाम् इति वार्ता. अवगतं वा? अस्तु, किञ्चिदेव अग्रे पठित्वा अद्य समापयामः. विद्या भगिनी अग्रे पठति वा? अग्रिमपृष्ठे विशेषरूपाः स्वीकर्यन्ते. अस्तु भगिनि. परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते, ते तु एकत्रैव भवन्ति. यथा हि घटप्रतिबिम्बः काचे भवति, तथा संयोगप्रतिबिम्बः तत्रैव, एवं भूतलप्रतिबिम्बो अपि. एषः प्रतिबिम्बः एव ज्ञाननिष्ठविषय सम्बन्धः विषयिता इति उच्यते. अत्रापि विषयित्वम् इति सामान्यसंज्ञा. प्रकारिता, संसर्गिता, विशेषयिता इति च विशेषरूपाः. एते प्रति तावत् अस्तु अस्तु. परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गते काचे दृश्यन्ते, ते तु एकत्रैव भवन्ति. इदानीं वयं दृष्टवन्तः, यदा तत्र करदीपमस्ति, तस्मात् या प्रभा आगच्छति, तत्र एका प्रभा घटस्य उपरि, एका प्रभा संयोगसम्बन्धस्य उपरि, एका प्रभा भूतले इति दृष्टवन्तः. तत्र तु समानाधिकरण्यं नास्ति इति दृष्टवन्तः. परन्तु अत्र भूतलादीनां त्रयाणां ये प्रतिबिम्बः करदीपस्य उपरि प्रतिबिम्बः भवति, त्रयाणां विषयाणां प्रतिबिम्बः करदीपान्तर्गते भवति, तत्र तु समानादिकरण्यम् अस्ति इति एव अत्र अत्र विषयः अस्ति. काचः इति जानाति खलु, काचः इति ग्लास्, ग्लास् इति अधुना ग्लास् इत्यस्य करदीपस्य काचे भूतलस्य प्रतिबिम्बः रिफ्लेक्षन् भवेत्. यदि भूतलस्य उपरि पतति चेत् भूतलस्य रिफ्लेक्षन् प्रतिबिम्बः भवेत्, घटस्यापि प्रतिबिम्बः बिम्बः तत्रैव भवेत्. एकत्रैव भवति कुत्र? काचे, करदीपे. सत्यम्, अस्तु भगिनि अग्रे पठतु. तदेव अत्र अस्ति, ते तु एकत्र एव भवन्ति. यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव, एवं भूतलप्रतिबिम्बो अपि तत्रैव. अस्तु, एषः प्रतिबिम्बः एव ज्ञाननिष्ठः ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते. एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते. अत्र प्रतिबिम्बः काचे पतति, अत्र करदीपः एव ज्ञानस्थानम् इति चिन्तयामः. तर्हि करदीपे ज्ञाननिष्ठविषयिता, अत्र सम्बन्धः विषयस्य सम्बन्धः ज्ञाने विषयितासम्बन्धेन भवति इत्येव अत्र अस्ति इति चिन्तयामि. हा, इत्येव वार्ता, ज्ञाननिष्ठविषयसम्बन्धः. ज्ञाननिष्ठ इत्युक्ते अर्थः कः? ज्ञाने विद्यमान, ज्ञाने विषयिता अस्ति ज्ञाने, ज्ञाननिष्ठ ज्ञाननिष्ठविषयिता. सत्यम्, अपि च ज्ञाननिष्ठविषयिता कीदृशः, कीदृशी इति चेत् सः विषयसम्बन्धः खलु, यतोहि विषयः ज्ञाने विषयिता सम्बन्धेन वर्तते. अस्तु, अयमेव प्रतिबिम्बः अपि, विषयस्य प्रतिबिम्बः यः ज्ञाने वर्तते सः विषयसम्बन्धः, तस्य नाम विषयिता. अस्तु भगिनि अग्रे. अत्रापि विषयित्वं, विषयित्वम् इति सामान्यसंज्ञा, प्रकारिता, संसर्गिता, विशेषिता इति विशेषरूपः. ओ, यथा अत्र पूर्वं विषयता, विषये विषयता आसीत्, तत्र विषयतानां विशिष्टसंज्ञा संज्ञां कृतं. तत्र घटे प्रकारता, अपि च संयोगे संसर्गता, अपि च भूतले विशेष्यता इति. अत्र ज्ञाने ज्ञाने घटस्य प्रतिबिम्बः ज्ञाने भवति चेत् तत्र तादृशविषयी विषयितासम्बन्धः, तत्र विषयिता, तस्य नामकरणमस्ति प्रकारिता इति. एवमेव भूतलस्य प्रतिबिम्बः ज्ञाने अस्ति, तत्र ज्ञाने विषयिता, तस्य नामकरणमस्ति विशेषिता. एवमेव संयोगसम्बन्धस्य प्रतिबिम्बः ज्ञाने ज्ञाने विद्यमानविषयिता, तस्य नामकरणमस्ति संसर्गिता. हा, समीचीनं भगिनि, अस्तु सम्यक्. तर्हि बुद्धं स्यात्, केवलं नामकरणं त्रिविधाः भवन्ति चेदपि विषयिता इति यः अस्ति सः तु ज्ञाने एव वर्तते. प्रकारिता, संसर्गिता, विशेषिता इत्येषां सामानाधिकरण्यम् अस्ति, परन्तु प्रकारता, संसर्गता, अपि च विशेष्यता इत्येषां समानाधिकरण्यं नास्ति, ते असमानाधिकरणाः इति. बुद्धम्? बुद्धं भगिनि, धन्यवादः. तर्हि अत्र स्थगयामः, पुनः गृहे पठन्तु इति. धन्यवादः, धन्यवादः भगिनि, नमस्कारः. धन्यवादः, नमस्कारः भगिनि, धन्यवादः.